गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। सामान्यम् इति पदार्थः तस्य विचारे इदानीं स्मः। नित्यम् एकम् अनेकानुगतं सामान्यम् इति उक्तम्। तर्हि नित्यत्वे सति एकत्वे सति अनेकानुगतत्वं सामान्यस्य लक्षणम् इति दलत्रयं भवति। तत्र भूतत्वम् इति कश्चन धर्मः, यः धर्मः पञ्चसु भूतेषु विद्यते, सः धर्मः जातिः न किन्तु धर्मः एव इति पठितम्। तत् कीदृशम् इति चेत् सखण्ड उपाधिः। सखण्ड उपाधिः नाम किम् इति चेत् येषां धर्माणां बाधकवशात् जातिवर्गात् बहिर्भावः भवति। केन कारणेन इति न उक्तमत्र, बाधकवशात् अत्र बाधा जायते। जाते जातौ न अन्तर्भूतं भवन्ति ते धर्माः इति कृत्वा, परन्तु किञ्चित् निर्वचनं स्वरूपलक्षणं वा येषां कर्तुं शक्यते ते सखण्डोपादयः इति कथ्यन्ते। आकाशत्वं पूर्वोक्तं सखण्ड उपाधिः। कथम् इति चेत् शब्दसमवायीकारणत्वम् आकाशत्वम्। शब्दसमवायीकारणत्वमेव आकाशत्वम् इति आकाशत्वस्य स्वरूपलक्षणं वक्तुं शक्यते। तथापि यद्यपि आकाशत्वं नित्यमस्ति, एकमपि अस्ति, किन्तु अनेन अनेकानुगतं नास्ति इत्यतः जातौ न अन्तर्भूतः भवति। तर्हि अत्र बाधा जायते, अनेकानुगतत्वं नास्ति इति कृत्वा बाधा जायते। किन्तु भूतत्वम् इत्यत्र कथं बाधा जायते इति निरूपितम् तत्र ग्रन्थकारेण। कुतश्चित् बाधकात् इति उक्तं, येन केनापि कारणेन तत्र बाधा जायते, किन्तु तत्कारणं किम् इति नोक्तम्। तस्य स्वरूपलक्षणं हि बहिरिन्द्रियग्राह्यविशेषगुणवत्वम् इति उक्तम्। बहिरिन्द्रियग्राह्यविशेषगुणवत्वम् एव भूतत्वम्। बहिरिन्द्रियग्राह्यविशेषगुणवत्वम् इत्युक्ते बहिरिन्द्रियेण ग्राह्यत्वं वर्तते। बहिरिन्द्रियेण इत्युक्ते पञ्चबहिरिन्द्रियाणि सन्ति इति वयं जानीमः। तत्र बहिरिन्द्रियग्राह्यविशेषगुणवत्वम् इत्युक्ते तत्र श्रोत्रेन्द्रियेण शब्दः गृह्यते, त्वगिन्द्रियेण स्पर्शः गृह्यते, चक्षुरिन्द्रियेण रूपं गृह्यते, रसनेन्द्रियेण रसः गृह्यते, घ्राणेन्द्रियेण गन्धः गृह्यते इति। अपि च एते पञ्चगुणाः कुत्र वर्तन्ते इति चेत् पञ्चभूतेषु, तत्तद्भूतेषु वर्तन्ते इति कृत्वा तादृशगुणवत्वं विशेषगुणवत्वं। विशेषगुणः अत्र विशेष इति किमर्थम् उक्तम् इति चेत् पृथिव्याम् एव गन्धः वर्तते इति कृत्वा पृथिव्याः विशेषगुणः गन्धः। तादृशीं पृथिव्यां भूतत्वं वर्तते इति लक्षणसमन्वयः कर्तुं शक्यते। तर्हि भूतत्वं नाम किम् इति चेत् बहिरिन्द्रियग्राह्यविशेषगुणवत्वं भूतत्वम् इति उक्तम्। तर्हि भूतत्वम् इति सखण्ड उपाधिः, किमर्थम् इति चेत् अत्र स्वरूपलक्षणं वक्तुं शक्यते, किन्तु किमर्थं जातेः तस्य बाधा जाता इति न उक्तं, कुतश्चित् बाधकात् इति एव उक्तम्। अस्तु, तत्र तर्हि प्रश्नः इदानीमपि अवशिष्टः अस्ति, अहं किञ्चित् विचारं कृत्वा अग्रिमे वर्गे वदिष्यामि। अस्तु, तावत् प्राप्तं। तर्हि तत्र चित्रमस्ति, गन्धः पृथिव्यामेव वर्तते इति, शीतस्पर्शः जले वर्तते, उष्णस्पर्शः इति विशेषगुणः तेजसि वर्तते, अनुष्णाशीतस्पर्शः वायो वर्तते, शब्दः आकाशे वर्तते इति विशेषगुणाः स्वीकृताः अत्र। अस्तु, अग्रे पठनीयं 346 इत्यत्र, यत्र हि भूतं, भूतमिति प्रत्ययः इति आरभ्य तृतीयः द्वितीयः परिच्छेदः। अस्तु मेहुल् महोदय। आम् महोदय, नमस्कार। यत्र हि भूतं, भूतमिति प्रत्ययः, तत्र अवश्यं कश्चित् बहिरिन्द्रियग्राह्यविशेषगुणः चित्रे दर्शितरीत्या भवति, अतः बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् एव भूतत्वस्य स्वरूपलक्षणं कृतम्। अस्तु, अत्र भूतं, भूतम् इति प्रत्ययः तत्र अवश्यं, हा तर्हि अत्र पृथिवी, जल, तेज, वायु, आकाश, तेषां भूतत्वम् अस्ति इति यदि वदेम, तर्हि तत्र अवश्यं कश्चित् बहिरिन्द्रियेण कश्चन विशेषगुणः गृह्यते, तदेव अत्र चित्रे दर्शितम्। अतः एव बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् इति भूतत्वस्य स्वरूपलक्षणं पूर्वेऽस्मिन् अपरिच्छेदे कृतम् इति अस्ति। तत्र गुणवत्त्वम् इत्यस्मिन् विषये किञ्चित् चिन्तयतु महोदय। बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् अत्र पृथिवी इति स्वीकृत्य किञ्चित् परिशीलयतु। अस्तु, पृथिव्याम् एव गन्धः वर्तते, अपि च गन्धः इति घ्राणेन्द्रियेण गृह्यते, अतः घ्राणेन्द्रियग्राह्यगुणः इति गन्धः भवति, अपि च पृथिव्याम् एव गन्धः वर्तते, अतः विशेषगुणवत् इति पृथिवी अस्ति, अतः एव बहिरिन्द्रियग्राह्यविशेषगुणवती पृथ्वी तस्मिन् अथवा तस्यां गुणवत्त्वम् इति आगच्छति, अतः बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं पृथिव्यां वर्तते इति वक्तुं शक्नुमः। हा, किन्तु समीचीनं, किन्तु अत्र किञ्चित् चिन्तनीयमस्ति। अत्र यदि बहिरिन्द्रियम् इत्यस्मिन् स्थाने घ्राणेन्द्रियम् इति स्थापयामः, घ्राणेन्द्रियग्राह्यगन्धवत्वं, घ्राणेन्द्रियग्राह्यगन्धवत्वम् इति वदामश्चेत् पृथिव्याम् एव एतद् लक्षणं पतति, एवम् अन्यत्रापि। किन्तु अत्र घ्राणेन्द्रियग्राह्य इति अनुत्वा बहिरिन्द्रियग्राह्य इति उक्तम्, तर्हि बहिरिन्द्रियत्वं पञ्चसु इन्द्रियेषु वर्तते इति कृत्वा बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् इति लक्षणं केवलं भूतत्वे एव भवति, न तु पृथिव्याम्। पृथिव्याम् अस्य लक्षणस्य अति अव्याप्तिः भवति, एतद् अस्य लक्षणस्य समन्वयः पृथिव्यां न भवति, केवलं भूतत्वे एव भवति इति मनसि भवेत्। अस्तु, अग्रे महोदय। मेल्मध्ये न श्रूयते, श्रूयते वा अधुना? इदानीं श्रूयते। अस्तु, अयं च सखण्डोपाधिः सामान्यप्रकारः प्रकृतग्रन्थे न चिन्त्यते, इह हि नित्यम् एकम् अनेकानुगतं सामान्यलक्षणं जातेरेव, जातेः एव, तस्याः एव समवायेन अनेकवृत्तित्वात् आकाशत्वं भूतत्वं विभुत्वं वा न तथाविधम् इति ते खण्डोपादयः इति कथ्यन्ते. अस्तु, अत्र प्रकृतग्रन्थे सामान्यप्रकारः अत्र सखण्डोपाधिः इत्यस्मिन् विषये चिन्तनं न भवति. वयं जानीमः सामान्यप्रकारः इत्युक्ते सामान्यप्रकारः इत्युक्ते सखण्डोपाधिः इति भूतत्वम् इति एव वा सामान्यप्रकारः? न सामान्यप्रकारः ओ सामान्य इति एव सामान्य सामान्य इति गुणः इति एव न तु गुणः परन्तु पदार्थः इति सप्तषु पदार्थेषु सामान्यम् इति अस्ति तदेव खलु. न अत्र आशयः कः इति चेत् अत्र जातेः लक्षणमुक्तं खलु, नित्यम् एकम् अनेकानुगतं सामान्यम् इति सामान्यस्य लक्षणमुक्तम्. अपि च एतावत्पर्यन्तं सकण्ड उपाधिः सामान्यं न इति अपि अवगतं. तर्हि सकण्ड उपाधेः लक्षणं किम् इति चेत् तस्मिन् विषये अस्मिन् ग्रन्थे न चिन्त्यते इति उक्तम्. सामान्यप्रकारः इत्युक्ते लक्षणम् इति अर्थः. सखण्ड उपाधेः लक्षणं प्रकृतग्रन्थे न चिन्त्यते इति अर्थः. अस्तु, अहं लेखिष्यामि पुस्तके. सामान्यप्रकारः लक्षणं, लक्षणमेव सामान्यप्रकारः इत्युक्ते यथा अत्र पठितं बहिरिन्द्रियग्राह्यविशेषगुणवत्वं भूतत्वम् इति लक्षणं खलु. तर्हि भूतत्वं नाम किम् इति चेत् तस्य सामान्यप्रकारः कः इति चेत् एतदेव. अत्र अस्माभिः एव वक्तुं शक्यते, अत्र किमुक्तम्, येषां धर्माणां बाधकवशात् जातिवर्गात् बहिर्भावः भवति परन्तु किञ्चित् निर्वचनं स्वरूपलक्षणं वा येषां कर्तुं शक्यते ते सखण्डोपादयः इति कथ्यन्ते. तर्हि जाति जातिवर्गात् बहिर्भावः, जातिभिन्नत्वम् इति वदामः, जातिभिन्नत्वे सति स्वरूपलक्षणवत्वम् इति किमपि वक्तुं शक्यते. भवतु अग्रे. इहि जातेः लक्षणं तु सामान्यलक्षणं वयं जानीमः, नित्यम् एकम् अनेकानुगतम् इति जातिः इति सामान्य सामान्यस्य लक्षणं, तदेव जातिः. तस्याः एव समवायेन अनेकवृत्तित्वात् अत्र उदाहरणरूपेण घटत्वं सर्वेषु घटेषु वर्तते, अतः घटत्वम् इति जातिः. तर्हि घटत्वम् इति समवायेन घटे स्थित्वा घटं जनयति, अतः समवायेन अनेकवृत्तित्वं घटत्वे अस्ति, अतः तदेव जातिः इति वयं जानीमः. परन्तु आकाशत्वं भूतत्वं विभुत्वं वा न तथाविधम्, अतः एव तत् सखण्डोपादयः इति कथ्यन्ते आकाशत्वम् इति, यतोहि आकाशत्वे अनेकवृत्तित्वं नास्ति. अतः भूतत्वे आकाशत्वं भूतत्वे तु भूतत्वे अपि नास्ति इति मन्ये, भूतत्वे अपि नास्ति. अत्र भूतत्वे अपि च विभुत्वे आकाशत्वे सर्वत्र अनेकवृत्तित्वं नास्ति, अतः ते सर्वे भूतत्वे अनेकवृत्तित्वम् अस्ति खलु. पञ्चसु भूतेषु भूतत्वं वर्तते, तर्हि अनेकानुगतत्वं किमर्थं भूतत्वे नास्ति? भूतत्वं नित्यं वा न वा इति चेत् नित्यम्, एकं वा अनेकं वा इति चेत् एकम्, अनेकानुगतत्वं भूतत्वे वर्तते वा इति चेत् आम्, पञ्चसु भूतेषु भूतत्वं वर्तते इति कृत्वा अनेकानुगतत्वमपि वर्तते. तर्हि किमर्थं भूतत्वं जातिः न? अत्रैव उत्तरमस्ति. सः पुनः पठतु एत तस्याः इति पुनः पठतु. तस्याः एव इत्युक्ते जातेः एव समवायने अनेकवृत्तित्वात्. हा समवायेन अनेकवृत्तित्वात् इति उक्तं खलु. तर्हि इदानीं भूतत्वं पञ्चसु भूतेषु वर्तते, किन्तु केन सम्बन्धेन वर्तते? समवायेन. समवायेन नास्ति. यदि भूतत्वं समवायसम्बन्धेन पञ्चसु भूतेषु वर्तते तर्हि भूतत्वमपि जातिः. तर्हि उपरि उक्तं खलु कुतश्चित् बाधा बाधकात् इति उक्तं खलु. तर्हि केन कारणेन भूतत्वं जातौ न अन्तर्भूतम् इति चेत् यद् समवायेन व्यक्तौ वर्तते, अनेकेषु व्यक्तिषु वर्तते, तदेव किं तदेव जातिः इति उच्यते. अत्र आकाशत्वं तु तत्र अनेकानुगतत्वं नास्ति इति कृत्वा जातेः बहिः भवति इति सत्यं, किन्तु आकाशत्वम् इति धर्मः स्वीकुर्मश्चेत् स च धर्मः केन सम्बन्धेन आकाशे वर्तते, एवं भूतत्वं पञ्चसु भूतेषु केन सम्बन्धेन वर्तते, एवं विभुत्वं विभुत्वम् इति गुणः नास्ति, परिमाणम् इति गुणः. विभुः इति परिमाणं वा इति चेत् नास्ति. परिमाणं त्रिधा भिद्यते, अणुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणम् इति. परममहत्परिमाणं विभुत्वं नास्ति. परममहत्परिमाणं विभुत्वं नास्ति. परिमाणम् इति गुणः, न तु विभुत्वं. विभुत्वं तत्र आकाशे अपि वर्तते, काले वर्तते, दिशि वर्तते, आत्मनि वर्तते इति कृत्वा विभुत्वम् एकमेव, नित्यमपि अनेकानुगतमपि, तथापि विभुत्वम् इति गुणः नास्ति, जातिः नास्ति. किमर्थं जातिः नास्ति इति चेत् समवायसम्बन्धेन एषु न वर्तते इति कृत्वा. तर्हि समवायसम्बन्धः कुत्र कुत्र जायते इति प्रायः अग्रे उच्यते, समवायसम्बन्धस्य निरूपणं करणं खलु अग्रे आयास्यति, 350th पेज् मध्ये आयास्यति. तर्हि तावत् प्रतीक्षां कुर्मः. किन्तु इदानीम् उत्तरं लब्धं. भूतत्वं भूतत्वे यद्यपि नित्यत्वम् एकत्वम् अनेकानुगतत्वम् इति त्रीण्यपि लक्षणानि समन्विताः भवन्ति, तथापि भूतत्वं जातिः न. किमर्थम् इति चेत् भूतत्वं पञ्चसु भूतेषु समवायसम्बन्धेन न वर्तते इति तावत् प्राप्तम्. तर्हि समवायसम्बन्धं जातुं निकषाः के इति चिन्तनीयं, तदग्रे चिन्तयामः. अस्तु अग्रे महोदय. इतश्च प्रतियोगित्व अवच्छेदकत्व आधारत्व आदयः तत्र तत्र अनुभवसाक्षिकाः पदार्थाः, ते अस्माभिः बालबोधनाय भारं वहामि इति चिन्तनं विरोधः इत्येवम् उपायैः निरूपिताः. न ते जातिरूपाः, नापि आकाशत्ववत् निर्वक्तुं शक्याः. अतः एतेषां विधित्यादिग्रन्थेषु स्वरूपसम्बन्धविशेषः इति व्यवहारः दृश्यते. अयमेव प्रकारः अस्माभिः ग्रन्थादौ साकांक्षः ससम्बन्धिकः इति निरूपितः. तथा च इयं तृतीया विधा, यत्र सर्वेपि ससम्बन्धिकाः पदार्थाः अन्तर्भवन्ति. अस्तु. इतश्च प्रतियोगित्व अवच्छेदकत्व आधारत्व आदाय तत्र तत्र अनुभवसाक्षिकाः पदार्थाः तेन किम् उक्तम् इति न अवगच्छामि. अनुभवसाक्षिकाः पदार्थाः तत्र तत्र प्रतियोगित्व अवच्छेदक इत्युक्ते. अस्तु, एकवारं सम्पूर्णं पठतु महोदय, तदनन्तरं पुनः पङ्क्तिशः चिन्तयामि. सम्पूर्णं पठितवान् वा? परिचितं तु पठितम्. अस्तु अस्तु अस्तु, तर्हि क्रमेण पश्यामि. इतश्च इतः अतः नास्ति, इतः इतः अतः परम् इतश्च प्रतियोगित्व अवच्छेदकत्व आधारत्वादयः तत्र तत्र अनुभवसाक्षिकाः पदार्थाः. अनुभवसाक्षिकाः पदार्थाः, अस्तु, तत्र एकं पदार्थं स्वीकुर्मः. प्रतियोगित्वं प्रतियोगित्व अवच्छेदकत्व आधारत्वादयः तत्र तत्र अनुभवसाक्षिकाः पदार्थाः. इत्युक्ते आधारत्वम् इति कश्चन धर्मः खलु, आधारत्वम् इति स्वीकुर्मः. आधारत्वं कुत्र अस्ति? आधारे अस्ति. आधारे अस्ति. आधारत्वम् आधारे अस्ति इति भवता कथं ज्ञातम्? यदा आदेयः अस्ति चेत् एव खलु. न न, आदेयः अस्ति चेत् आधारः भवेत्. आधेये आधेयता, आधारे आधारता इति तु सत्यं, किन्तु आधारत्वम् आधारे वर्तते इति भवता कथं ज्ञातम्? महोदय, त्वा प्रत्ययेन उक्तत्वात् इति वा अस्य अस्ति अस्मिन्? न, त्वा प्रत्ययेन उक्तत्वात् इति त्वा प्रत्ययस्य अर्थः अस्ति अस्य अस्ति अस्मिन् वा इति. न, त्वा प्रत्ययस्य नास्ति, मतु प्रत्ययस्य. भवती यदुक्तवती तद् मतु प्रत्ययस्य. त्वा प्रत्ययस्य केवलं भावः, भावः तस्य भावः इत्यस्मिन् अर्थे त्वप्रत्ययः. अधिकरणस्य भावः इति, तस्य भावः इति सूत्रेण विहिता. किन्तु त्वाप्रत्ययस्य अर्थविधानमेव सूत्रेण सूत्रेण क्रियते, न तु अस्तित्वम्. अस्तु, आधारे आधारत्वम् अस्ति, आधारे कश्चन धर्मः अस्ति, सः धर्मः कथं वक्तव्यम् संस्कृतभाषायां कथं वक्तव्यं चेत् इति चेत् तस्य भावः इति सूत्रेण त्वप्रत्ययं उपयुज्य वक्तुं शक्यते इति एव सूत्रं वदति, प्रमाणं नास्ति. अस्तु, तत्रैव एवं दत्तमस्ति महोदय. अनुभवसाक्षिकाः इत्युक्ते अनुभवेन ज्ञायते, तत्र अस्माकम् अनुभवः अस्ति खलु. इदानीं भवान् अस्ति वा न वा इति पृष्टे सति भवान् किं वदति? मेल् महोदय, इत्येव खलु, अहम् अस्मि इत्येव वदेम खलु. हा न, अत्र सत्यं, भवान् अस्ति वा न वा इति चेत् आम् अस्मि इति वदति. तर्हि कथं ज्ञातं भवता इति चेत् तत्र प्रमाणं किम्? तस्यैव तस्यैव नाम अस्ति अनुभवसाक्षी इति. इत्युक्ते अनुभवसाक्षिकाः इत्युक्ते अनुभवसिद्धः. अनुभवसिद्धः अहमस्मि इति केन अत्र प्रमाणं स्वीकृत्य ज्ञातव्यम् इति किमपि नास्ति. अनुभवसाक्षिः इत्युक्ते तत्र अनुभवः अस्ति खलु. अनुभवः अस्ति इति कृत्वा सः अनुभवः कथं जायते, केन केन प्रकारेण जायते इति तु भिन्नवार्ता. सी, डु यू सी, इस् देर् घट? आम्, घटः अस्ति. कथं भवता ज्ञातं? इति चेत् अनुभवसिद्धः घटः. ऐ केन् सी इट्, ऐ डोण्ट् नो द मेकानिक्स् बै विच् इट् हेपन्स्. तत्र चक्षुः अस्ति, चक्षुः चैदशीयमस्ति इति कृत्वा बहिर्निर्गत्य अत्र घटेन सह संयुक्तः भवति. चक्षुरिन्द्रियम् चक्षुरिन्द्रियमपि तैजसीयं द्रव्यमस्ति, तर्हि द्रव्यद्रव्ययोः मध्ये संयोगः इति तत्र केवलं प्रक्रिया. किन्तु अस्तित्वे किं मानम् इति चेत् अनुभवसिद्धः अस्ति. एवं मरुमरीचिका जलम् अस्ति वा न वा इति चेत् अनुभवसिद्धं सिद्धमस्ति मरुमरीचिका जलं, द मिराज् वाटर् यु आर् एक्स्पीरियन्सिङ्ग्. किन्तु तदस्ति वा न वा, नास्ति चेत् कथं दृश्यते इत्येतेषु विषयेषु किञ्चित् वक्तव्यमस्ति. किन्तु अनुभवसिद्धः अस्ति खलु, तर्हि तादृशं सामान्यरूपेण अत्र उक्तं. प्रतियोगित्वम्, अवच्छेदकत्वम्, आधारत्वम् इति अनुभवसाक्षिकाः पदार्थाः. वयं जानीमः आधारः अस्ति इति, तर्हि आधारः भूतलमपि आधारः, उत्पीठिका अपि आधारः, आसन्दः अपि आधारः इति चेत् इति अनुभवसिद्धः अस्ति. भूतले यदि घटं स्थापयामः तर्हि भूतलम् आधारः, आधारम् इति वयं जानीमः. यदि आसन्दे अहम् उपविशामि तर्हि मम आधारः अस्ति आसन्दः. एवम् उत्पीठि अत्र उत्पीठिकायां यदि अहं पुस्तकं स्थापयामि तर्हि उत्पीठिका अपि आधारः एव. तर्हि यद्यपि भूतल उत्पीठिका आसन्दयो आसन्देषु भेदः वर्तते, तथापि तत्र साम्यमपि अस्ति, त्रयमपि आधारः इति कृत्वा कथं त्रयमपि आधारः इति वक्तुं शक्यते इति चेत्, तस्मिन् आधारत्वम् इति सामान्यधर्मं त्रिष्वपि वर्तते इति कृत्वा, तर्हि आधारत्वम् इति भवता कथं ज्ञातम् इति चेत् अनुभवसिद्धः. तावदेव उक्तम् अत्र. एवं यस्य अभावः सः प्रतियोगी, तर्हि प्रतियोगिनी किं वर्तते, प्रतियोगित्वं वर्तते. घटाभावस्य प्रतियोगी घटः, पटाभावस्य प्रतियोगी पटः, उभयमपि प्रतियोगी इति चेत् कः सामान्यधर्मः वर्तते येन उभयमपि प्रतियोगी इति वक्तुं शक्यते इति चेत् प्रतियोगित्वम्. एवम् अवच्छेदकत्वम् इति एते धर्माः अनुभवसिद्धाः. अस्तु अग्रे. ते पदार्थः अस्माभिः भारबोधनाय भारं वहामि इति चिन्तनं विरोधः इत्येवम् उपायैः निरूपिताः. अस्तु, भारं वहामि इति उदाहरणमस्ति, तस्य चिन्तनम् अथवा विरोधः. न, भारं वहामि इति उदाहरणं नास्ति. आधारः यदि कश्चन बालः पृच्छति आधारः नाम किम्, एतत् अस्मिन्नेव ग्रन्थे आरम्भे अस्माभिः पठितम्. यद् भारं वहति सः आधारः, यद् भारं ददाति सः आधेयः इति बालबोधनाय एतादृशम् उक्तम्. एवं प्रतियोगी नाम किम् इति चेत् विरोधिः. इति केवलं बालबोधनाय विरोधिः इति किमर्थम् उक्तम् इति चेत्, यदि प्रतियोगी आगच्छति तर्हि अभावः तत्र न तिष्ठति, सः अनवस्थानरूपविरोधः अस्ति खलु, सः अनवस्थानरूपविरोधः अस्ति. तत्र विरोधस्यापि द्विविधम् अस्माभिः अधीतं, मध्यघातकविरोधः, सः अनवस्थानविरोधः इति. नकुलसर्पयोः मध्ये मध्यघातकविरोधः अस्ति, न तु सः अनवस्थानरूपविरोधः. किन्तु घटघटाभावयोः मध्ये सः अनवस्थानरूपविरोधः अस्ति. तर्हि एतत् सर्वं केवलं बालबोधनाय एवं प्रतिपादितमस्ति. किन्तु न ते जातिरूपाः. हा अग्रे. नापि आकाशत्ववत् निर्वक्तुं शक्याः. आकाशत्ववत् वक्तुं शक्य. आकाशत्वस्य लक्षणं किम्? शब्द समवायिकारणम् आकाशत्वम् इति खलु. शब्द आकाशत्वं तस्य लक्षणम्, आकाशस्य लक्षणं मया न पृष्टम्. अस्तु अस्तु, आकाशत्वं आकाशत्वं भवता उक्तं तत्र केवलं त्वप्रत्यययोजनीयः. शब्दसमवायीकारणत्वं तावदेव, कारणं नास्ति, कारणत्वं. कारणत्वम् इति आकाशत्वं. शब्दसमवायीकारणम् आकाशः, शब्दसमवायीकारणत्वम् आकाशत्वम् इति तस्य निर्वचनम् अथवा स्वरूपलक्षणं वक्तुं शक्यते खलु. आकाशत्वस्य भूतत्वस्यापि स्वरूपलक्षणम् अस्माभिः उक्तम्, बहिरिन्द्रियग्राह्यविशेषगुणवत्वं भूतत्वम् इति तादृशानां धर्माणां स्वरूपलक्षणं वक्तुं शक्यते. किन्तु इदानीं प्रतियोगित्वं नाम किम् इति प्रतियोगित्वस्य लक्षणं वक्तुं शक्यते वा इति चेत् न इति उक्तं. नापि आकाशत्ववत् निर्वक्तुं शक्याः. अत्र वत् वत् इति प्रत्ययः सादृश्यार्थे, न तु मधुभर्तः. आकाशत्ववत् यथा आकाशत्वस्य लक्षणम् उक्तं तद्वत् एतेषाम् एतेषाम् इत्युक्ते प्रतियोगित्वम् अवच्छेदकत्वम् आधारत्वम् इत्येतेषां लक्षणं स्वरूपलक्षणं वा निर्वचनं वा न कर्तुं शक्यते. तथापि तत्र आधारत्वम् इति कश्चन धर्मः वर्तते सर्वेषु आधारेषु इति अनुभवसिद्धः. अतः अस्तु अग्रे. अतः एतेषां दिदित्यादिग्रन्थेषु स्वरूपसम्बन्धविशेषः इति व्यवहारः दृश्यते. तर्हि अत्र दिदित्यादि कश्चन अन्ये ग्रन्थाः सन्ति, तेषु ग्रन्थेषु स्वरूपसम्बन्धविशेषः इति व्यवहारः एतेषां दृश्यते इति अस्ति. अत्र रघुनाथशिरोमणि कृता तत्त्वचिन्तामणिव्याख्या इत्यादि ग्रन्थेषु तत्त्वचिन्तामणि इति ग्रन्थः अस्ति, तस्य व्याख्या अस्ति दिदीति इति ग्रन्थः. तेषु ग्रन्थेषु स्वरूपसम्बन्धविशेषः, स्वरूपसम्बन्धविशेषः कः? स्वरूपसम्बन्धविशेषः इति अनुभवसाक्षिता पदार्थः इत्र प्रतियोगित्वम् अवच्छेदकत्वम् आधारत्वम् इति सर्वे. तर्हि प्रतियोगित्वं नाम किम् इति चेत् स्वरूपसम्बन्धविशेषः, वस्तुतः सः सम्बन्धः एव, न तु प्रतियोगित्वम् इति कश्चन धर्मः समवायसम्बन्धेन प्रतियोगिनी वर्तते इति तादृशं नास्ति. यथा घटत्वं घटे समवायसम्बन्धेन वर्तते, यथा भूतत्वम् इति कश्चन धर्मः सर्वेषु पञ्चभूतेषु वर्तते, किन्तु केन सम्बन्धेन इति न उक्तं, प्रायः तत्र स्वरूपसम्बन्धेन इति वक्तव्यम्. एवम् एवं स्वीकुर्मः इदानीं, यदि आवश्यकं तर्हि अनन्तरं परिष्कारं कुर्मः. घटः घटत्वं घटे समवायसम्बन्धेन वर्तते इति कृत्वा घटत्वं जातिः, भूतत्वं पञ्चसु भूतेषु समवायसम्बन्धेन न वर्तते, केन सम्बन्धेन? प्रायः स्वरूपसम्बन्धेन वर्तते इति कृत्वा भूतत्वं न जातिः, किन्तु भूतत्वस्य स्वरूपलक्षणं वक्तुं शक्यते इति कृत्वा भूतत्वं सखण्ड उपाधिः. अस्तु, तर्हि इदानीं प्रतियोगित्वं प्रतियोगिनी केन सम्बन्धेन वर्तते इति चेत् स्वरूपसम्बन्धेन वर्तते वा इति चेत् न. किमर्थम् इति चेत् प्रतियोगित्वं नाम किम् इति निर्वचनं न कर्तुं शक्यते, स्वरूपलक्षणं न वक्तुं शक्यते इति कृत्वा तर्हि तत्र प्रतियोगित्वम् इति कश्चन धर्मः प्रतियोगिनी वर्तते इति नास्ति. प्रतियोगित्वम् इति कश्चन सम्बन्धः अस्ति. कः सम्बन्धः? स्वरूपसम्बन्धविशेषः अस्ति. स्वरूपसम्बन्धस्य एकविधः अस्ति प्रतियोगित्वम्. तर्हि इदानीम् अस्माभिः किं चिन्तनीयम्? प्रतियोगित्वसम्बन्धेन, यथा समवायसम्बन्धेन, संयोगसम्बन्धेन, कालिकसम्बन्धेन, देशिकसम्बन्धेन, स्वरूपसम्बन्धेन इति वदेम, तद्वत् घटः प्रतियोगित्वसम्बन्धेन इति प्रायः किमपि वक्तव्यं भवति. पश्येम अग्रे. अयमेव अयमेव प्रकारः अस्माभिः ग्रन्थादौ साकांक्षः ससम्बन्धिकः इति निरूपितः. अस्तु, तर्हि तादृशम् एव तत् स्वरूपसम्बन्धविशेषः इति एव प्रकारः अस्माभिः आदौ साकांक्षपदार्थः ससम्बन्धिकपदार्थः इति इत्यनेन निरूपितः. इत्युक्ते किम् अत्र? तर्हि प्रतियोगी, प्रतियोगित्वम्, अवच्छेदकत्वम्, आधारत्वम् इति एव अस्माभिः पूर्वे साकांक्षपदार्थः अपि च ससम्बन्धिकपदार्थः इति निरूपितः. तदेव साकांक्षः ससम्बन्धिकः इत्युक्ते किम्? इत्युक्ते अत्र प्रतियोगित्वम्, अवच्छेदकत्वम् अथवा आधारत्वं यदि वदेम तर्हि तर्हि तत्र आकाङ्क्षा न पूरिता भवति. तत्र आकाङ्क्षा उदेति एव. तत्र सम्बन्धः कः? अन्यत् पदार्थेषु तस्य सम्बन्धः अस्ति इति मनसि आगच्छति इति. किञ्चित् भिन्नरीत्या वक्तव्यम् इत्युक्ते आधारः, प्रतियोगित्वम् इति न वक्तव्यम्, आधारः. कस्य आधारः इति प्रश्नः उदेति इति. केवलम् आधारः इति यदि अहं वदामि तदा प्रश्नः उदेति कस्य इति, अथवा आदेयः इति यदि अहं वदामि कुत्र इति प्रश्नः उदेति. तर्हि आधार आधेयौ साकाङ्क्षपदार्थौ तेषु विद्यमानधर्मः एषः इति कृत्वा एषः धर्मः अपि साकाङ्क्षकः ससम्बन्धिकः. ससम्बन्धिकः सम्बन्धेन सह वर्तते सर्वदा. आधारः भूतलम् आधारः इति यदि अहं वदामि तर्हि कस्य इति प्रश्नः भवेदेव. नो चेत् भूतलमस्ति इति एव वक्तव्यम्. भूतलम् आधारः इति न वक्तव्यम्. यावत्पर्यन्तम् आधेयं किम् इति न वदामि तावत्पर्यन्तं भूतलम् आधारः इति पदप्रयोगं यदि अहं करोमि आधेयम् अनुक्त्वा तर्हि तत्र शाब्दबोधः न जायते. अस्तु, इति कृत्वा अत्र स्वरूपसम्बन्धविशेष एव साकाङ्क्षः ससम्बन्धिकः इति निरूपितः. अस्तु अग्रे. तथा च इयं तृतीया विधा. अस्तु, इयम् इत्युक्ते अत्र साकाङ्क्षः अथवा ससम्बन्धिकः ससम्बन्धिकः इति प्रकारः तृतीया विधा, यत्र सर्वेपि ससम्बन्धिकाः पदार्थाः अन्तर्भवन्ति. तर्हि अत्र प्रतियोगित्वम्, अवच्छेदकत्वम्, आधारम् इत्यनेन किमुक्तं महोदय अत्र? तथा च इयम्, इयम् इत्युक्ते किं? प्रतियोगित्वम्, अवच्छेदकत्वम्, आधारत्वम् इति वा, किमर्थं स्त्रीलिङ्गे उक्तम्? प्रतियोगित्वम् इति चेत् नपुंसकलिङ्गमस्ति खलु? आम् सत्यम्. अनुभवसाक्षिकाः पदार्थाः इति बहुवचने अस्ति. श्रीलिङ्गे इयं तृतीया विधा. जाति, जाति इति वा? जाति इति अस्ति. इतश्च प्रतियोगित्व अवच्छेदकत्व आधारवत्त्वादयः तत्र तत्र अनुभवसाक्षिकाः अनुभवसाक्षिका इति उक्तं खलु? तदेव अनुभवसाक्षिका. परन्तु अनुभवसाक्षिका इत्यतः इयम् इति उक्तम्। प्रतियोगित्वं कीदृशपदार्थम् इति चेत् अनुभवसाक्षिका पदार्थः इति। तर्हि यथा साकाङ्क्षः पदार्थः ससम्बन्धिकपदार्थः इति पूर्वमुक्तम्, एवम् अनुभवसाक्षिका पदार्थः तृतीयः विधः। यत्र तथा च इयं तृतीया विधा यत्र सर्वेपि ससम्बन्धिकाः पदार्थाः अन्तर्भवन्ति, तर्हि अनुभवसाक्षिकाः साक्षिका इति वदामश्चेत् अत्र ससाकाङ्क्षपदार्थः ससम्बन्धिकपदार्थः इति सर्वम् अन्तर्भूतं भवति। इति उक्तम्, अत्र महत्त्वं नास्ति, भवतु। अस्तु अग्रे गच्छेम। अस्तु सुतिमा भगिनी पठति किम्? एवं विधा पठामि। एवं विधा अपि निराकाङ्क्षा केचन पदार्थाः शास्त्रे प्रसिद्धाः। निराकाङ्क्षाः केचन पदार्थाः शास्त्रे प्रसिद्धाः, यथा समवायत्वम्। यं न जातिः नापि सखण्ड उपाधिः स्वरूपलक्षणस्य असम्भवात् नापि तृतीयप्रकारः प्रकारे अन्तर्भावः ससम्बन्धिकत्व अभावात्। अतः एतेषां चतुर्थः विभागः कर्तव्यः भवति, अयं च अखण्डोपाधिः इति कथ्यते। समानानां भावः धर्मः सामान्यमिति व्युत्पत्त्या आलोच्यमाने आकाशत्वं समवायत्वं वा न एव सामान्यं भावितुम् अर्हति। एकमात्रवृत्तित्वात् तथापि तु द्रव्यादिपदार्थेषु षट्सु अन्तर्भूतानाम् एष षट्सु अनन्तर्भूतानाम् एतेषां किञ्चित् निष्ठत्वमादाय सामान्यवर्गानुप्रवेशः यथासम्भवं लक्षणादिकरणम् इति ध्येयम्। इदानीं निराकाङ्क्षा केचन पदार्थाः शास्त्रे प्रसिद्धाः इति, पूर्वं साकाङ्क्षापदार्थस्य विषये उक्तम् आसीत्, इदानीं निराकाङ्क्षापदार्थः यदा समवायत्वम् इति उक्तम्। समवायत्वम् इति यदा शृणुमः तत्र आकाङ्क्षा न उत्पद्यते, अतः निराकाङ्क्षा इति वक्तुं शक्यते। इयं जाति प्रतिपादयति किमर्थं समवायत्वम् इत्युक्ते आकाङ्क्षा न उत्पद्यते? समवायत्वम् इत्यस्य लक्षणं तादृशं नास्ति, नित्यम् एकम् अनेक अनु नास्ति, समवायम् इति सम्बन्धः अस्ति इति कृत्वा समवायत्वम् इति पञ्चसु स्थलेषु वर्तते, तत्र सम्बन्धः इति कृत्वा इति मम चिन्तनम्। अत्र चिन्तनीयं प्रथमं समवायत्वं पञ्चसु स्थलेषु वर्तते वा? समवायत्वं समवाये एव वर्तते, सम्बन्धः एव पञ्चसु स्थलेषु। सत्यं, समवायत्वं समवाये वर्तते। तर्हि मम प्रश्नः, किमर्थं समवायत्वम् इति श्रुत्वा अत्र आकाङ्क्षा न जायते? अन्यत्र नास्ति इति कृत्वा केवलं समवाये एव वर्तते। अन्यत्र नास्ति इति कृत्वा सम इति कृत्वा आकाङ्क्षा न जायते इति नास्ति. सम्बन्धिकः नास्ति इति उक्तवान्. सम्बन्धः पदार्थः नास्ति इति हा इति वक्तव्यं. समीचीनं. समवायत्वम् इति कश्चन धर्मः, यः धर्मः समवाये वर्तते. समवायत्वम् इति ससम्बन्धिकपदार्थः नास्ति. अस्ति खलु. यदि पति पत्नी इति तादृशपदप्रयोगः मया क्रियते तदा कस्य इति प्रश्नः उदेति. एवम् आधारः, आदेयः, प्रतियोगी इति पदं यदि अहं वदामि तत्र कस्य, कुत्र इति एतादृशप्रश्नाः जायन्ते. एवं यदि घटत्वम् इति यदि अहं वदामि तर्हि तत्र आकाङ्क्षा न जायते खलु. घटत्वम् इत्युक्ते कश्चन धर्मः, घटे विद्यमानधर्मः घटत्वम् इति शाब्दबोधः जायत्येव. घटत्वं स्वप्रत्ययः मया प्रयुक्तः, तर्हि तस्य भावः, कस्य भावः, घटस्य भावः घटत्वम् इति ज्ञातं, सम्पूर्णज्ञानं प्राप्तम्. इतोपि आकाङ्क्षा नास्ति. एवं समवायत्वम् इति श्रुत्वा आकाङ्क्षा न जायते. किन्तु प्रतियोगित्वम् इति श्रुत्वा आकाङ्क्षा जायते. किमर्थम् इति चेत् यद्यपि प्रतियोगित्वं प्रतियोगिनी वर्तते, प्रतियोगिनः एकः धर्मः, किन्तु प्रतियोगी इति पदं स्वयं साकाङ्क्षापदमस्ति खलु. आं महोदय. इति कृत्वा तत्र आकाङ्क्षा जायते. किन्तु अत्र न जायते इति कृत्वा एतादृशसमवायत्वम् इत्यादि पदार्थाः निराकाङ्क्षाः पदार्थाः. अस्तु अग्रे. इयं न जातिः. समवायत्वम् इति जातिः नास्ति. हा अत्र पश्यतु कथं व्याकरणे कथं लिखितमस्ति. इयं न जातिः, वस्तुतः इयम् इत्यनेन किमुक्तं? समवायत्वं, समवायत्वमिति नपुंसकलिङ्गमस्ति. तर्हि इदं न जातिः इति प्रायः भवेत्. किन्तु तत्र इयं न जातिः इत्यत्र इयम् अपि जातिः, अनयोः मध्ये विशेषणविशेषभावः अस्ति इति कृत्वा इयं न जातिः इत्येव उक्तं, न तु इदं न जातिः. इयम् इत्यनेन किमुक्तं? समवायत्वम्. कथं वा समवायत्वस्य नपुंसकलिङ्गे अनुक्त्वा श्रीलिङ्गे उक्तम् इति चेत् जातेः लक्षणम् इयम् इति कृत्वा. एवं पूर्वमपि तथा च इयं तृतीयाविधा इति उक्तं. तत्र तृतीयाविधा इति उक्तत्वात् इयम् इति पदं प्रयुक्तं. तर्हि अत्र इयम् इत्यनेन किम् अवगन्तव्यम्? एतेषां द्विदीत्यादिग्रन्थेषु स्वरूपसम्बन्धविशेषः इति व्यवहारः दृश्यते. अयमेव प्रकारः अस्माभिः ग्रन्थादौ शकाङ्क्षः, साकाङ्क्षः, ससम्बन्धितः इति निरूपितः. तथा च स्वरूपसम्बन्धविशेषः इति प्रायः, न तु अनुभवसाक्षिका इति भाति. किं मेल् महोदय? अनुभवसाक्षिका इति अस्ति, अतः एव श्रीलिङ्गे न न अत्र स्वरूपसम्बन्धविशेषः एव तृतीयविधा इति वक्तव्यम्. इयम् इत्यनेन किमर्थम् इयम् इति पदं प्रयुक्तमस्ति श्रीलिङ्गे इति चेत् अत्र तृतीया विधा, तृतीया इत्यस्य विशेषणम् इयम् इति कृत्वा श्रीलिङ्गे आगच्छति. किन्तु इयम् इत्यनेन किम् अवगन्तम् इति स्वरूपसम्बन्धविशेषः अवगन्तव्यः. तदेव सत्यं. अस्तु अग्रे भगिनि. इयं न जातिः नापि सखण्ड उपाधिः. समवायत्वं सखण्ड उपाधिः अपि नास्ति. स्वरूपलक्षणस्य असम्भवात् नापि तृतीयप्रकारः अपि नास्ति. यतोहि स्वरूपलक्षणस्य तृतीयप्रकारः अपि नास्ति इति कुत्र उक्तमत्र? नापि तृतीयप्रकारे इति ओ सगण्ड उपाधिः नास्ति अस्य कारणमस्ति स्वरूपलक्षणस्य असम्भवात् इति ओ ओके तत्रैव दण्डः स्थापितः खलु स्वरूपलक्षण असम्भवात् स्वरूपलक्षणसम्भवात् नापि तृतीयप्रकारः इति न पठनीयं तत्र दण्डः स्थापितः नापि सकण्डोपाधिः तर्हि सकण्ड उपाधेः लक्षणं किम् इति चेत् यथा मया उक्तं जातिभिन्नत्वे सति स्वरूपलक्षणवत्त्वं सकण्डोपाधित्वम् इति लक्षणं जातिः न भवेत् किन्तु स्वरूपलक्षणं भवेत् तदा सकण्डोपाधिः अत्र समवायत्वमिति जातिः अपि नास्ति तस्य लक्षणमपि न वक्तुं शक्यते इति कृत्वा सकण्ड उपाधिः अपि नास्ति जातिः अपि नास्ति इति जाता किमर्थमत्र जातिः न समवायत्वम् इत्यत्र वा किमर्थं न जातिः अत्र एकत्वमस्ति नित्यत्वम् अनेक अनेकत्वम् नित्यत्वं न वक्तुं शक्यते किमर्थं नित्यत्वं नास्ति यदि समवायः नित्यः तर्हि समवायत्वमपि नित्या भवेत् खलु नित्यं भवेत् किन्तु समवायः नित्यः चेत् तदपि नित्यम् अनेक अनुगतमस्ति अनेक अनुगतं वा अनेक अनुगतं पञ्चसु स्थलेषु एव इति कृत्वा अनेक अनुगतम् इति न समवायत्वं पृच्छतु वदतु समवायत्वं समवाये अस्ति समवायः इति सम्बन्धः केवलं पञ्चसु स्थलेषु एव वर्तते तद्भिन्नवार्ता इदानीं समवायत्वं कुत्र अस्ति समवाये अस्ति समवायं समवायः कति समवायाः सन्ति एकः एव तर्हि अनेकानुगतत्वं समवायत्वे अस्ति वा नास्ति इति कृत्वा जातिः न ओके एवम् इदं चिन्तनीयम् इति कृत्वा अत्र किमर्थम् इयं जातिः न इति चेत् अनेकानुगतत्वं नास्ति तर्हि लक्षण अव्याप्तिः भवति इति एकः अन्यदपि वक्तुं शक्यते समवायत्वं समवायसम्बन्धे वर्तते खलु समवायत्वं समवायसम्बन्धे केन सम्बन्धेन वर्तते स्वरूपसम्बन्धेन वर्तते इत्युक्ते समवायसम्बन्धेन वर्तते इति न वक्तुं शक्यते खलु न वर्तते किन्तु जातिः पञ्चसु स्थलेषु जातिः नास्ति जातिः केन सम्बन्धेन व्यक्तौ वर्तते समवायसम्बन्धेन इति कृत्वा कारणद्वयम् इयं समवायत्वम् इदं समवायत्वं न जातिः किमर्थम् इति चेत् अनेक अनुगतत्व अभावात् इति एकः हेतुः द्वितीयः हेतुः समवायसम्बन्धेन नास्ति इत्यतः यदि समवायत्वम् अपि समवायसम्बन्धे समवायसम्बन्धेनैव वर्तते तर्हि तत्र दोषः भवति खलु इति कृत्वा तर्हि तत्र कारणद्वयं वक्तव्यम् उपाधिः तत्र एकमेव कारणं स्वरूपलक्षणस्य लक्षणं नास्ति अग्रे नापि तृतीयप्रकारे अन्तर्भावः ससम्बन्धिकत्व अभावात् ससम्बन्धिकपदार्थः नास्ति इति कृत्वा तृतीयप्रकारे अपि न अन्तर्भूतः तृतीयप्रकारः इत्युक्ते अत्र ससम्बन्धिकपदार्थः एव अनुभवसाक्षिकाः पदार्थाः इत्युक्ते ससम्बन्धिकपदार्थाः एव तृतीयविधः अथवा सकाङ्क्षापदार्थः ससम्बन्धिकपदार्थः एव तृतीयविधः तर्हि प्रथमविधम् अस्ति जातिः द्वितीयविधम् अस्ति सकण्ड उपाधिः तृतीयविधमस्ति साकाङ्क्षः अथवा ससम्बन्धिकपदार्थः अग्रे पठामि वा? अग्रे. अतः एतेषां चतुर्थः विभागः अवगतं, क्षम्यताम्, अवगतं खलु, नापि तृतीयप्रकारः प्रकारे अन्तर्भावः ससम्बधिकत्वाभावात्. तदवगतं. किं किञ्चित् वदतु भवत्या, किम् अहं किं सब पूर्वस्मिन् परिच्छेदे उत्तममस्ति. आधारादेयः यत्र यत्र ससम्बन्धिकपदार्थाः अस्ति तस्य उदाहरणम् आधारः, प्रयोगिता, अवच्छेदकता. तत्सर्वं भगिनि, इदानीं तत्र सामान्यं ताविद सामान्यत्वं तदाविधं नास्ति. तस्मिन् विषये वदतु. सामान्यत्वं समवायत्वं, क्षम्यतां क्षम्यतां, हा समवायत्वं तथाविधं नास्ति. नास्ति किमर्थं? ससम्बन्धिकपदार्थः नास्ति अत्र, आकाङ्क्षा न उदेति. समीचीनं, समवायः समवायः इति ससम्बन्धिकपदार्थः नास्ति. यदि अहं समवायः इति पदं वदामि तर्हि समवायदः इति कश्चन सम्बन्धः इति ज्ञायते. केन सम्बध्यते इति न प्रष्टव्यं, कश्चन सम्बन्धः, सम्बन्धस्य नाम अस्ति. यथा आधारः इति अहं वदामि तत्र कस्य इति प्रश्नः उदेति, एवं समवायः इति एव अहं वदामि तत्र सम्बन्ध तत्र आकाङ्क्षा न जायते. समवायः कश्चन नाम अस्ति, संज्ञा अस्ति इति कृत्वा तृतीयप्रकारे अपि न अन्तर्भावः अन्तर्भूतः. अस्तु अग्रे. अतः एतेषां चतुर्थः विभागः कर्तव्यः भवति. अयं च अखण्डौ उपाधिः इति कथ्यते. एतेषाम् इति किमर्थं बहुवचने? एतेषाम् इत्युक्ते निराकाङ्क्षा निराकाङ्क्षापदार्थानाम् इति अर्थः. अत्र यथा समवायं समवायत्वे उदाहरणत्वेन दत्तम्. इत्युक्ते समवायत्वम् एकमेव अखण्ड उपाधिः इति नास्ति. तर्हि अखण्ड उपाधेः लक्षणं कथं वक्तव्यम् इति चेत् जातिभिन्नत्वे सति, सखण्ड उपाधिभिन्नत्वे सति इति किमपि वक्तव्यम्. ससम्बन्धिक ससम्बन्धिकत्वाभावे सति इति दलत्रयं वक्तव्यम्. अस्तु अग्रे. अतः एतेषां चतुर्थः विभागः कर्तव्यः. तदस्ति तस्य संज्ञा अखण्ड उपाधिः इति लक्षणं. तर्हि एवम् एकं चित्रं स्थापनीयमस्ति अत्र. धर्माः, यत्किमपि धर्मिणी वर्तते तस्य नाम अस्ति धर्मः खलु. तर्हि धर्माः चतुर्विधाः भवन्ति. एकस्तु एकस्तु जातिः, जातिः, अन्यस्तु सखण्ड उपाधिः, सखण्ड उपाधिः, तृतीयस्तु ससम्बन्धिकत्व ससम्बन्धिकः, चतुर्थस्तु अखण्ड उपाधिः इति. अत्र वस्तुतः गुणः अपि धर्मः एव, गुणः इति धर्मः एव, गुणः अपि धर्मिणी गुणिनी वर्तते खलु. किन्तु तत्यक्तम् इत्युक्ते गुण इति एतत् सर्वं त्यक्त्वा वक्तव्यम्. अस्तु अग्रे भगिनि. समानानां भावः धर्मः सामान्यमिति व्युत्पत्त्या आलोच्यमाने आकाशत्वं समवायत्वं वा न एव सामान्यं भवितुम् अर्हति. समानानां भावः अथवा धर्मः सामान्यमिति लक्षणमुक्तं, सामान्यस्य लक्षणम्. अतः आकाशत्वम् आकाशत्वम् इत्यत्र समानता समानानां भावः इति नास्ति, अपि च समवायत्वं समवायत्वम् इति केवलं समवाये अस्ति इति कृत्वा तत्रापि भावः इति अवगतवती वा? हा बहुषु वर्तते इति. हा अनेकानुगतत्वमेव अत्र उक्तं. बहुषु वर्तते इत्युक्ते किम्? अनेकानुगतत्वं खलु. तदेव. तर्हि आकाशत्वे समवायत्वे च अनेकानुगतत्वं नास्ति इति कृत्वा न सामान्यं भवितुम् अर्हति अथवा जातिः न भवितुम् अर्हति. अस्तु अग्रे. एकमात्रवृत्तित्वात् तथापि तु द्रव्यादिपदार्थेषु षट्सु अनन्तर्भूतानाम् एतेषां किञ्चित् निष्ठत्वम् आदाय सामान्यवर्ग अनुप्रवेशः यथा सम्भवं लक्षणादिकरणम् इति ध्येयम्. तथापि तु द्रव्यादिपदार्थेषु षट्सु इत्युक्ते आकाशः कालः दिक् त्यक्त्वा अन्ये पदार्थाः न द्रव्यादि द्रव्यादिपदार्थेषु. ओ ओके. द्रव्य इत्युक्ते द्रव्यगुणकर्मसामान्य तादृश. ओके. तत्र षट्सु इति उक्तं खलु. तर्हि द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सारि अभावं त्यक्त्वा द्रव्यगुणकर्मसामान्यविशेषसमवाय इत्येतेषु षट्सु पदार्थेषु एतेषाम् अन्तर्भावः नास्ति. एतेषाम् इत्युक्ते केषाम्? एतेषाम् इत्युक्ते सामान्य इदानीं ससम्बन्धिक नास्ति इति पदार्थः नाम किम् अस्ति? निर् अत्र एतेषाम् इत्युक्ते केषाम्? समवायत्वस्य विषये अस्ति. यदि समवायत्वस्य विषये उक्तं तर्हि एतेषामिति बहुवचनं कृतम्. सम्बन्धपदार्थः नास्ति तेषाम् इति चिन्तयामि. न न न न अत्र चतुर्विधाः प्रकाराः अस्माभिः अधीताः खलु. प्रथमं तु जातिः, द्वितीयं तु सकण्डोपाधिः, तृतीयं तु ससम्बन्धिकः पदार्थः, चतुर्थं तु अखण्डोपाधिः इति अधीतं खलु. तेषु जाति इति पदार्थः द्रव्यादिपदार्थेषु षट्सु अन्तर्भूतः अस्ति. केवलं जातिः इति पदार्थः, अन्ये पदार्थाः इत्युक्ते अत्र सकण्ड उपाधिः, ससम्बन्धिकः पदार्थः, अपि च अखण्ड उपाधिः इति एतेषां त्रयाणां अवबुध्यते खलु. हा इत्येतेषां त्रयाणाम् अनन्तर्भूतानाम् एतेषां एतेषां त्रयाणां किञ्चित् निष्ठत्वम् आदाय सामान्यवर्ग अनुप्रवेशः. किञ्चित् निष्ठत्वम् आदाय इत्युक्ते अत्र अस्ति इति वक्तव्यं, कुत्रचित् अस्ति इति वा? अस्ति इति निष्ठत्वम् अत्र निष्ठ इति पदं कुत्र प्रयोगं कुर्मः? भूतलनिष्ठघटः इति खलु. एवम् अत्र ससम्बन्धिकपदार्थः कुत्र निष्ठमस्ति इति किञ्चित् निष्ठत्वं तत्र किमपि वक्तव्यं किञ्चित् निष्ठत्वम् आदाय अग्रे सामान्यवर्ग अनुप्रवेशः सामान्यम् इत्यस्य लक्षणं वक्तव्यम् इति सामान्यवर्ग अनुप्रवेशः करणीयः इति उक्तम् आहत्य नैयायिकानां मतानुसारं कति पदार्थाः सन्ति लोके सप्तपदार्थाः तर्हि सप्तसु पदार्थेषु अत्र अभावः त्यक्तः किमर्थमिति अभावरूपमस्ति इदानीं तत्र प्रतियोगित्वम् अथवा भूतत्वम् अथवा समवायत्वम् इत्यादिपदार्थाः अभावरूपपदार्थाः नास्ति भावरूपपदार्थाः खलु तर्हि एते पदार्थाः अनुभवसाक्षिकाः सन्ति अनुभवसिद्धाः सन्ति किन्तु षट्सु भावपदार्थेषु न अन्तर्भूताः खलु इति कृत्वा यदि एते पदार्थाः सप्तपदार्थेभ्यः बहिः सन्ति तर्हि न्यायशास्त्रम् असम्पूर्णं भवति न्यायशास्त्रस्य सम्पूर्णता न प्राप्यते इति कृत्वा ग्रन्थकारः किं वदति किञ्चित् निष्ठत्वम् आदाय सामान्यवर्ग अनुप्रवेशः अस्माभिः करणीयः कथञ्चित् सामान्यम् इति पदार्थे एतेषाम् अन्तर्भावः अस्माभिः करणीयः यथासम्भवं लक्षणादिकरणम् इत्युक्ते कथञ्चित् लक्षणम् उक्त्वा अस्माभिः करणीयम् इति उक्तम् सम्यक् नो चेत् अत्र न्यायशास्त्रे सर्वं चिन्तितं सर्वेषु विषयेषु अत्र उद्देशः लक्षणादिकं कृतं निरूपणं कृतम् इति न वक्तुं शक्यते तर्हि एते पदार्थाः सप्तपदार्थेषु अथवा षड् भावपदार्थेभ्यः बहिः वर्तते इति कृत्वा अत्र कथञ्चित् तेषाम् अत्र एतादृशलक्षणम् उक्त्वा सामान्यम् अत्र समानानां भावः धर्मः सामान्यम् इति व्युत्पत्तिम् अनुसृत्य यदि सामान्यस्य लक्षणं वदेम तर्हि एते पदार्थाः तस्मिन् लक्षणे अन्तर्भूताः भवन्ति अव्याप्तिः भवति इति कृत्वा किञ्चित् अत्र अस्माभिः करणीयम् इति उक्तम् तावदुक्तम् अवदिते खलु अस्तु अग्रे गच्छामि धन्यवादः भगिनि अग्रे पठति किं जातिलक्षणं तर्हि इदानीं जातेः लक्षणस्य विषये चिन्तनम् जातिलक्षणं तदत्र ग्रन्थे प्रथमप्रकारस्य लक्षणं एकनिमिषं रमेशभगिनी स्वामिदेव वैशेषिकमते तु एतत् सामान्यम् अस्ति सत्तासामान्यमिति वदन्ति खलु तद् भाष्ये इत्यादि प्रायः सत्तासामान्य सत्ता इति किं नैयायिकानां मतानुसारं सत्ता इति किं सत्ता इति तदेव सामान्यमस्ति खलु अत्युत्तमं हैयेस्ट् सत्ता पराजातिः पराजाति सत्ता इति पराजातिः सत्ता कुत्र कुत्र विद्यते नैयायिकानां मतानुसारं सर्वेषु पदार्थेषु नास्ति द्रव्य तदेव इदानीं पठितं खलु महोदय द्रव्यगुणकर्मसु एव सत्ता वर्तते महोदय हा तर्हि अत्र भेदः कः इति चेत् यत्र यत्र सत्ता इति जातिः वर्तते तदेव अस्ति इति न वक्तुं शक्यते तर्हि इदानीं जातिः अस्ति वा इति चेत् आम् अस्ति, किन्तु जातौ सत्ता वर्तते वा इति चेत् नास्ति. किमर्थं जातिः सत्ता इति स्वयं जातिः अस्ति, कथं वा जातिः जातौ भवति? न भवति. जातिः जातौ यदा कदापि न भवति. किमर्थम् इति चेत् तत्र सम्बन्धः नास्ति, सम्बद्धुं सम्बन्धः नास्ति. द्रव्यं द्रव्ये भवति, एकं द्रव्यम् अन्यस्मिन् द्रव्ये भवति संयोगसम्बन्धेन, गुणः द्रव्ये भवति समवायसम्बन्धेन, कर्म द्रव्ये भवति समवायसम्बन्धेन, विशेषः विशेषः नित्यद्रव्येषु भवति समवायसम्बन्धेन. समवायः केन सम्बन्धेन? द्रव्ये वा? अत्र समवायः विद्विनिष्ठः अस्ति खलु, तयोः मध्ये समवायः जायते. गुणगुणिनोः उदाहरणार्थं गुणगुणिनोः द्रव्य समवायसम्बन्धः जायते. तर्हि समवायसम्बन्धः कुत्र अस्ति? गुणे अस्ति इति वक्तुं शक्यते वा? यथा संयोगसम्बन्धः घटभूतलयोः मध्ये संयोगः वर्तते इति वदामः चेत्, संयोगः इति सम्बन्धः घटे अपि वर्तते, भूतले अपि वर्तते. एवं समवायः इति सम्बन्धः गुणे अपि वर्तते, रूपे अपि वर्तते, घटे अपि वर्तते इति वक्तुं शक्यते वा इति चेत् न. किमर्थम् इति चेत् संयोगः इति गुणः घटे द्रव्ये समवायसम्बन्धेन वर्तते, एवं संयोगः इति सम्बन्धः भूतले द्रव्ये समवायसम्बन्धेन वर्तते. संयोगः इति गुणः अस्ति इति कृत्वा, गुणः गुणिनी समवायसम्बन्धेन वर्तते इति कृत्वा, संयोगः इति गुणः समवायसम्बन्धेन द्रव्ये भवितुमर्हति. किन्तु समवायसम्बन्धः केन सम्बन्धेन? अन्यस्मिन् भवितुमर्हति. अपि च समवायसम्बन्धः द्विनिष्ठः वा? समवायसम्बन्धः घटे अपि वर्तते, न गुणे अपि वर्तते, रूपे अपि वर्तते, घटे अपि वर्तते इति वक्तुं शक्यते वा इति चेत् न. तत्र शरः एकस्यां दिशि एव भवति, घटरूपमेव समवायसम्बन्धेन घटे वर्तते, न तु घटः समवायसम्बन्धेन रूपे. एकरीत्या एव शरः गच्छति इति कृत्वा अत्र एतत् सर्वम् अत्रैव क्लेशः अस्ति इति कृत्वा एव अत्र अविरोधाध्याये नैयायिकानां खण्डनं कृतम्. किमर्थं संयोगः इति संयोगः अपि सम्बन्धः, समवायः अपि सम्बन्धः, किन्तु संयोगः इति किमर्थं गुणेषु अन्तर्भूतमस्ति, समवायः न? तदपि सम्बन्धः अस्ति चेत् तदपि भवतु. न न मम प्रश्नः किं भवतः प्रश्नः? न, ऐ हेड् दट् क्वेशन् लास्ट् टैम् ऐ आस्ट् इट् नास्ट् प्लस् यु नो संयोग दिस् इस् द क्रिटीक् दट् शङ्कराचार्य डस् इ बोत्तर् सम्बन्ध देन् वै शुड् वन् बि considered as a guna and why should one not be? But Nayayikas have thought through that much. Kintu yadi etadrisha prashna kriyate tatra tesham uttaram nasti. They are unable to answer. Astu. Tarhi yad bhavata prashtam tatra satta iti jatihi kutra vartate iti chet kevalam द्रव्यगुणकर्मसु वर्तते सत्ता इति जातिः, समवायसम्बन्धेन वर्तते. किन्तु सत्ता यत्र अस्ति, सत्ता इति जातिः यत्र वर्तते, तत्रैव पदार्थः अस्ति इति व्यवहारः कर्तुं शक्यते वा इति चेत् न. समवायः अपि पदार्थः, समवायः अस्ति वा न वा? अस्ति. विशेषः अस्ति वा न वा? अस्ति. किन्तु विशेषे सत्ता अस्ति वा नास्ति सत्ता नास्ति चेत् कथं वा सः अस्ति इति वक्तुं शक्यते इति चेत् अस्ति इति वक्तुं लक्षणं किम् इति चेत् सत्ता नास्ति अतः एव अनुभवसिद्धः इति उक्तम् अस्तु अग्रे रमेश महोदय जातिलक्षणं तदत्र ग्रन्थे प्रथमप्रकारस्य लक्षणम् आह नित्यम् इति घटत्वादिसामान्यस्य हि न उत्पत्तिः अस्ति नापि नाशः न हि घट उत्पत्ति अनन्तरं तद् गतरूपादि उत्पत्तिवत् तत्र घटत्वस्य उत्पत्तिः भवति कपालादिघटसामग्र्याः हि एषः स्वभावः यत् ते नित्यघटत्व आश्रयम् एव घटं जनयन्ति न तु तद् रहितम् अपि अतः न घटत्वस्य उत्पत्तिः तर्हि जातिलक्षणं यत् पूर्वं दत्तमासीत् तस्य अत्र परिशीलनं भवति लक्षणं पुनरेकवारं वदतु नित्यम् एकम् अनेक अनुगतं सामान्यम् इति जातेः एकमपि अस्ति समवायी भवेत् खलु जातेः किन्तु तत्र जातिः समवायसम्बन्धेन भवेत् इति अस्ति किन्तु समवायसम्बन्धेन भवेत् चेदेव जातिः इति समवायसम्बन्धः लक्षणेन प्रवेशितम् इति कृत्वा लक्षणस्य परिष्कारः कर्तव्यः यथा तर्कसङ्ग्रहकारेण उक्तं तत् स्वीकुर्मश्चेत् भूतत्वे अतिव्याप्तिः भवति लक्षणपरिष्कारः करणीयः अस्तु अग्रे उच्यतां महोदय तत्र नित्यम् इति यत् प्रथमदलमस्ति तस्य अत्र नित्यम् इत्युक्ते घटत्वं यद् घटत्वम् आदि यत् समवायस्य न तस्य उत्पत्तिः न भवति नापि नाशः भवति घट उत्पत्ति अनन्तरं यथा ते घटत्व उत्पत्तेः सामग्री अपि न भवति इति दत्तमस्ति न इत्युक्ते किं भवान् किम् अवगच्छति स्वशब्दैः वदतु घटत्वम् इति नित्यमस्ति तस्य उत्पादनमपि न भवति तस्य नाशः अपि न भवति किमर्थम् एतादृशं वदेम यदि कुलालः घटम् उत्पादयति इति चिन्तयतु कुलालः घटम् उत्पादयति तत्र घटमेव उत्पादयति वा न तु नो चेत् घटत्वमपि उत्पादयति वा घटत्वम् एकमेव अस्ति खलु तद् सर्वे घटे सर्वा यत्र यत्र घटम् अस्ति यत्र यत्र घटः अस्ति तत्र तत्र घटत्वम् अपि अस्ति घटनाशनेन घटत्वस्य नाशनः न भवति इति कथम् उच्यते एवमेव न वक्तव्यं किञ्चित् चिन्तनीयम् अत्र तत्र ते सामग्री न भवति इति दत्तमस्ति तत्र घटत्वस्य उत्पादिः भवति कपालद्रय स्वभावः यत् नित्यघटत्व तत्र घट नित्यघटत्व आश्रयमेव घटं जनयन्ति इति घटत्व आश्रयम् एव घटं जनयन्ति घटरहितं तद्रहितम् अपि यदि घटत्वरहितं घटं न भवितुम् अर्हति परन्तु तत् नित्यम् इति कथम् अवगतम् पादन अनन्तरं किमर्थं नित्यं भवेत् इति न जानामि महोदय तत्र नावगतम् अस्तु अत्र न अत्र अतः उच्चैः चिन्तनीयम् अत्र किञ्चित् पुस्तकात् बहिः चिन्तनीयमस्ति अस्तु कुलालः इदानीं घटं करोति इति स्वीकुर्मः तर्हि घटत्वमपि करोति वा इति चिन्तनीयं यदि घटत्वमपि करोति इति वदेम तर्हि घटत्वस्य आश्रयः कः घटत्वं कुत्र वर्तते घटे वर्तते हा घटे वर्तते खलु तर्हि यदि घटत्वमपि उत्पाद्यते इति वदेम केवलं चिन्तनार्थं घटत्वमपि उत्पाद्यते तर्हि घटत्वम् उत्पादितमस्ति चेत् घटत्वस्य समवायीकारणं किम् घटत्वस्य समवायीकारणं कपालः भवेत् न किमर्थं कपालः कपाल समवायीकारणं न भवति खलु घटत्व कुलालः भवेत् परन्तु तत् समवायिकारणम् अस्ति निमित्तकारणस्य लक्षणं किम् समवायिकारणं तादात्म्येन स्थित्वा समवायेन कार्यं जनयति हा तर्हि घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटत्वं जनयति इति वक्तव्यं खलु हा तर्हि घटत्वं घटे अपि घट उत्पादनात् पूर्वं घटत्वं कथं भवति घटे न न तत् अत्र क्रमेण चिन्तयेम तर्हि घटत्वस्य समाका यदि घटं घटत्वम् उत्पद्यते तर्हि घटः तस्य समवायीकारणं भवेत् खलु यदि तद् घटः समवायीकारणं भवेत् तर्हि घटत्वस्य पूर्वक्षणे घटं भवेत् घटं परन्तु घटत्वं विना घटं न भवति घटः न भवति इत्युक्ते घटत्वं विना घटः इति न वक्तुं शक्यते हा घटत्वं विना तद् केवलं मृदेव भवति न तु घटः रूपं विना घटः भवितुमर्हति किमर्थमिति चेत् अतः एव नैयायिकानां मतानुसारम् एकक्षणम् उत्पद्यमानक्षणे घटः निष्क्रियं निर्गुणं तिष्ठति इति उक्तं निष्क्रियं निर्गुणं तिष्ठति इत्येव उक्तं न तु निर्जातिः किमर्थम् इति चेत् घटः नाम किं यस्मिन् घटत्वं वर्तते सः एव घटः खलु तर्हि घटत्वम् उत्पद्यते इति वदामः चेत् तस्य समवायीकारणं घटः भवेत् यदि समवायीकारणं घटः अस्ति तर्हि घटत्वस्य उत्पादनात् पूर्वक्षणे घटः भवेत् घटः अस्ति इति वक्तव्यं किन्तु घटत्वं विना घटः इति पदप्रयोगमेव न वक्तुं शक्यते घटत्ववान् घटः इति कृत्वा अत्र घटत्वम् उत्पद्यते इति न वक्तुं शक्यते तर्हि यस्मिन् समये घटः जायते तस्मिन्नेव समये घटत्वम् अपि उत्पद्यते इति चेत् कारणं कार्यस्य पूर्वक्षणे भवेत् इति नियमस्य भङ्गः जायते तर्हि घटस्य अग्रिमक्षणे घटत्वम् उत्पद्यते इति न वक्तुं शक्यते यस्मिन् क्षणे घटः उत्पद्यते तस्मिन्नेव क्षणे घटत्वमपि जायते इति न वक्तुं शक्यते. अपि च घटः घटत्वम् उभयमपि एकमेव इति अपि न वक्तुं शक्यते. घटः इति व्यक्तिः, घटत्वम् इति जातिः, तर्हि किं वक्तुम् अथ अन्यथा अनुपपत्या? यु केनाट् से एनिथिङ्ग् एल्स्. देर्फोर् अनुमानेन अथवा अर्थापत्तिप्रमाणेन, नैयायिकाः अनुमानं अर्थापत्ति न अङ्गीकुर्वन्ति, अनुमानप्रमाणेन घटः घटत्वं नित्यम् इति स्वीकृतम्. अवबुध्यते खलु? अतः एव इमम् अत्र एवं लिखितमस्ति, कपालादिघटसामग्र्यः हि एषः स्वभावः. येषां सामग्रीणां स्वभावः कः इति चेत् ते नित्यघटत्वम् आश्रयम् एव घटं जनयन्ति. इत्युक्ते यद् घटत्वं नित्यमस्ति तस्य आश्रयं स्वीकृत्य एव घटं जनयन्ति इति तेषां स्वभावः इति उक्तम्. वस्तुतः अत्र तत्र वार्ताजाला एव अस्ति, वार्ताजालमेव अस्ति. इत्युक्ते दे आर् रैटिङ्ग् इट् लैक् दिस्. आक्चुलि द फ्याक्ट् आफ़् द म्याटर् इस् वाट् वि डिस्कस्ड्. किम् इति चेत् अग्रिमक्षणे घटः घटत्वम् उत्पद्यते इति वदामश्चेत् पूर्वक्षणे घटः समवायिकारणत्वेन भवेत्, किन्तु न तद्वक्तुं शक्यते. तस्मिन्नेव क्षणे जायते इति चेत् कारण निकषानाम् उल्लङ्घः जायते, तर्हि तदपि न वक्तुं शक्यते. घटस्य उत्पादनात् पूर्वमेव प्रथमं घटत्वस्य उत्पादनं तदनन्तरं घटस्य उत्पादनम् इति वदामश्चेत् तत्रापि क्लेशः भवति. किमर्थम् इति चेत् इदानीं घटत्वं घटत्वस्य समवायीकारणं किम् इति चेत् न वक्तुं शक्यते इति क्लेशः भवति. तदनन्तरं घटत्वं समवायीकारणं भवति घटस्य. यदि घटत्वं पूर्वम् उत्पद्यते तदनन्तरं घटः उत्पद्यते इति वदामः चेत् तर्हि घटत्वे घटः समवायीकारणेन वर्तते इति वक्तव्यं, न तु विपरीतरीत्या इति महान् क्लेशः अस्ति इति कृत्वा नैयायिकाः किं कृतवन्तः, अत्र स्वीकृतवन्तः, न तत् निरूपितः. घटत्वं नित्यम् अन्यथा अनुपपत्या, दे हाव् नो अदर् चाय्स् बट् टु से इट् इस् नित्यम्, नाट् बिकास् दे आर् एबल् टु प्रूव् दट् इट् इस् नित्यम्. आल्सो यदि इदानीं कश्चन नूतनवस्तुः सङ्गणकं कम्प्यूटर् यु विल् टेक् सङ्गणकम् इति प्रथमतया कदा उत्पादितम् इति चेत् प्रायः 70s आर् 60s, वाट् एवर् बि द डेट्. कम्प्यूटर् डिड् नाट् एक्सिस्ट् फ्रम् द सृष्टि, इट् गाट् क्रियेटेड् ओन्लि जस्ट् रीसेण्ट्लि, सम् 50 years अगो. तर्हि बहवः सङ्गणकाः सन्ति, येषु सङ्गणकेषु सङ्गणकत्वं वर्तते. तर्हि इदानीं सङ्गणकत्वं नित्यमस्ति चेत्, अपि च सङ्गणकत्वम् इति जातिः अस्ति इति कृत्वा स्वयं न तिष्ठति, द्रव्यम् अधीनत्वेनैव तिष्ठति, द्रव्यम् आश्रित्य एव तिष्ठति. तर्हि सङ्गणकात् उत्पत्तेः, प्रथमसङ्गणकात् उत्पत्तेः पूर्वं सङ्गणकत्वं कुत्र आसीत्? सङ्गणकमेव नास्ति, किन्तु सङ्गणकत्वं नित्यम् इति वदामश्चेत् क्लेशः भवति. So all these difficulties are there still in Nyaya. Therefore, so they are just, you know, doing something and saying Nityaha. Yatra anyat kimapina vaktum shakite, tatra Nityaha. Iti naiya ekhanam, tatra lewe lagavam isti. Bhavatu, Nityaha iti edhiya ham vadami. Tadu parima prishchitu. Kimartam idishit mama krite uttaram nasti. Uttaram datum pramanam api nasti. I am only doing tarka. I am just sitting in a room and thinking and trying to see what explanations can I give. Tavadeva. So all these are the places where Nyaya reaches a dead end. You cannot question further. So this Advaita, what it says, Adhyasaha Sarvam Adhyastam Iti Evam Rityapi Pratipadayitam Shakyate. अस्तु न तु तद्रहितम् अतः घटत्वस्य न उत्पत्तिः न घटत्वस्य उत्पत्तिः सो यु केनाट् से घटत्वं बट् हियर् ईस् सेङ्ग् अतः एस् दो इस् गिवन् सम् रीसन्स् हि इस् नाट् गिवन् रीसन्स् द रीसन्स् दट् वि डिस्कस्ड् इस् वाट् आर् दि आक्चुवल् रीसन्स् समवायिकारणत्व असिद्धिः भवति यदि घटत्वम् उत्पद्यते इति वदामः अथवा कारणत्वनिकषायाः उल्लङ्घनं भवति इति कारणद्वयेन घटत्वस्य उत्पत्तिः न अङ्गीक्रियते एवमेव नित्यं तत्रैव लाघवमस्ति वन्स् यु एक्सेप्टेड् अस् नित्यम् एव्रिथिङ्ग् फाल्स् इन् प्लेस् डोण्ट् आस्क् मी टु क्वश्चन्स् हौ डिड् ऐ अरैव् अट् नित्यत्वं वाट् इस् द प्रमाणं बै विच् ऐ अरैव् नित्यत्वं डोण्ट् आस्क् अण्ड् वेर् डिड् दिस् नित्य जाति रिमेन् वितौट् एनी आफ् द व्यक्तीस् when the first vyakti got created before that itself the jati was there that is why in advaita we have what is called satkaryavada the potentiality is what we speak about buddha has got the potential to become ghata that potentiality is what is called ghatatvam tatra ghatatvam घटत्वयोग्यत्वं कुत्र वर्तते मृदि वर्तते सो दे करेक्ट् इट् लैक् दट् गो सो असत्कार्यवादः न स्वीक्रियते बिकास् यु विल् गेट् अप् वित् आल् दीस् प्राब्लम्स् अस्तु समयः जातः अत्र स्थगयन् अग्रिमेवर्गे इतोपि अग्रे सरे सो वी हाव् टु सिट् अण्ड् थिङ्क् यु सी नौ वी हव् बीन् टाट् द टेक्निक् अस् टु हौ टु थिङ्क् कारणस्य निकषाः के इति उक्तं दीस् आर् आल् दि what do you call in software language, these are the declarations, you know, axioms. These axioms have been tested and accepted. Now you can just apply. These are the theorems. You should just have to apply the theorem. That's all. Astu. Agrimavarge. Pravdilamaha. Sarvebhyo namaskaraha. Dhanyavadasya.